स्वागतं सर्वेषाम्। अत्र न्यायचिन्तनवर्गः अस्ति। इदानीं द्वादशाधिकद्विशततमे पुटे तृतीयपरिच्छेदे स्मः। कीदृशस्तर्हि यात्रिग्रहः तस्मात्? रामप्रिया भगिनी अस्ति, सरला भगिनी अस्ति। रामप्रिया भगिनी कृपया पठतु। आं महोदय। कीदृशस्तर्हि व्याप्तिग्रहः प्रकृते उच्यते? साध्यहेतोः अन्वय व्याप्तिः एव इह गृह्यते। प्रमेयत्वस्य यदि अधिकरणं भूतलं तत्र विद्यमानः अभावः न हि अभिधेयत्वस्य अभावः तस्य अप्रसिद्धत्वात्। किन्तु घटो नास्ति इति अभावः तत् प्रतियोगित्वं घटे प्रतियोगित्व अभावः अभिधेयत्वे इति भवति। अभिधेयत्वं प्रमेयत्वस्य व्यापकं तत् समानाधिकरण्यं प्रमेयत्वे अस्ति इति प्रमेयत्वे अभिधेयत्वस्य अन्वयव्याप्तिः आगता। तादृशस्य प्रमेयत्वस्य घटे ज्ञानमेव इह परामर्शः। तद् आकारस्तु घटः प्रमेयत्व अधिकरण प्रमेयत्व अधिकरणवृत्ति वृत्ति अभाव प्रतियोगित्वाभाववत् अभिधेयत्वसमानाधिकरणप्रमेयत्ववान् इति। तेन च घटः अभिधेयत्ववान् इति अनुमितिः जायते इति सिद्धं प्रमेयत्वस्य केवल अन्वयित्वम्। अस्तु, इदानीमपि वयं केवल अन्वयी इति एकनिमिषम् अत्र लक्ष्मी भगिनी स्वागतम्। इदानीं वयं द्वादश अधिकद्विशततमे पुटे स्मः। तत्र राम्प्रिया भगिनी एकवारं एतस्मात् पूर्वं किम् आसीत् इति एकवारं स्मारयतु। अस्तु महोदय, प्रमेयत्व विषये तत् आं वदतु महोदय। अत्र केवल अन्वयित्वम् इति विषयः अस्ति खलु, मुख्यविषयः केवल अन्वयित्वम्। अत्र उदाहरणं किम्? अभिधेयविषये आसीत् किल, घटः अभिधेयः प्रमेयत्वात् इति वाक्यं। तत्र इतः पूर्वं पर्वतवन्निमान् तादृशरीत्या वदामश्चेत् घटः अभिधेयत्ववान् प्रमेयत्वात् इति, यथा पर्वतो वह्निमान् धूमत्वात् तथा घटः अभिधेयत्ववान् प्रमेयत्वात् इति। तर्हि अस्मिन् 211 तमे पुटे अभिधेयत्वं नाम किम् इति चिन्तनम् आसीत्। अभिधेयत्वम् इत्युक्ते तत्र शब्दवाच्यत्वम्। तथा प्रमेयत्वम् इति यथार्थज्ञानम्, यथार्थ ज्ञानयोग्यत्वं, प्रमायथार्थज्ञानम् तस्मात् प्रमेयत्वम् इति किं यथार्थज्ञानयोग्यता तस्य विषयत्वं प्रमेयत्वम् शब्देन वाच्ययोग्यः। तर्हि द्वौ अपि द्वयोः अपि अभावौ अप्रसिद्धौ सर्वस्यैव प्रमेयत्वात् अभिधेयत्वात् च इति पूर्वस्मिन् परिच्छेदस्य अन्तिमवाक्यमस्ति खलु, 212 साक्षात् पूर्वम् अन्तिमवाक्यं सर्वस्य एव प्रमेयत्वात् अभिधेयत्वात् इति एतावत् साधितम्। ततः अग्रे भवती प्रतिपादय। अस्तु, प्रयत्नं करोमि। कीदृशतर्हि व्याप्तिग्राहः प्रकृते? व्याप्तिग्राहः इदानीं यदा वदामः सर्वस्येपि सर्वस्य एव प्रमेयत्वात् अभिधेयत्वाच्च इत्युक्ते यदा प्रमेयत्वस्य अभावः अप्रसिद्धः इति साधितवन्तः तदा व्याप्तिग्राहः कथं भवति प्रकृते इति प्रश्नः, कीदृशः तर्हि व्याप्तिग्राहः प्रकृते इति प्रश्नः, तस्य समाधानं साध्यहेत्वोः अन्वयव्याप्तिः एव इह गृह्यते. अत्र साध्यः अस्ति अस्माकम् अभिधेयत्ववान् इति साध्यः, हेतुः अस्ति प्रमेयत्वात् अभिधेयत्ववान् इति न अभिधेयत्वम् अस्तु, साध्यः अभिधेयत्वं हेतुः प्रमेयत्वात् इति हेतुः तस्य अभिधेयत्वं प्रमेयत्वम् अस्तु, प्रमेयत्वम् इति हेतुः अभिधेयत्वं इति साध्यः अन्वयव्याप्तिः एव इह गृह्यते. द्वयोः अन्वयव्याप्तिः इत्युक्ते यत्र यत्र साध्यः तत्र तत्र हेतुः, यत्र यत्र हेतुः तत्र तत्र साध्यः, विपरीतम् उक्तवती क्षम्यताम्, यत्र यत्र हेतुः यत्र यत्र प्रमेयः तत्र तत्र अभिधेयः, यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति चिन्तयतु, तर्हि सरलं भवति अग्रे. तदेव अन्वयव्याप्तिः, तस्य एव ग्रहणं भवति इदानीं व्याप्तिग्राहः. व्याप्तिग्रहः इत्युक्ते तत्र साध्यहेतोः व्याप्तिः एव अत्र गृह्यते. प्रमेयत्वस्य यद् अधिकरणं भूतलं तत्र विद्यमानः अभावः अस्तु. प्रमेयत्वस्य यद् अधिकरणं भूतलं अस्तु, यदा घटः भूतले इति उदाहरणे किल, अत्र केवलम् उदाहरणत्वेन भूतलम् इति स्वीकृतम् अस्तु. कुत्रापि साधितुं शक्यते, अग्रे भवती अवगच्छन्ति भूतलस्य स्थाने किमपि भवतु, उदाहरणत्वेन एकं पदं भूतलम् इति चिन्तयतु. भूतले प्रमेयत्वम् अस्ति खलु, भूतलं ज्ञानयोग्यता अस्ति तत्र, आम् यथा तर्हि तर्हि भूतलं प्रमेयत्वम् भूतले प्रमेयत्वम् इति स्वीकुर्मः उदाहरणत्वेन. तत्र विद्यमानः अभावः अस्तु, न हि अभिधेयत्वस्य अभावः तस्य अप्रसिद्धत्वात्. आम्, यदा भूतले यत्किमपि अभावः प्रमेयत्वस्य अभावः वर्तते तत्तु अभिधेयत्वस्य अभावः नास्ति. किमर्थम् इत्युक्ते अभिधेयत्वस्य अभावः तु अप्रसिद्धम् अस्ति. शशविषाणवत् इति यदा वयं पूर्वं साधितवन्तः तदेव, अत्रापि भूतलस्य यत्किमपि अभावः भवतु परन्तु अभिधेयत्वस्य अभावः न भवति. अस्तु, किन्तु घटो प्रमेयत्वं कुत्र अस्ति? प्रमेयत्वस्य अधिकरणं भूतलं, भूतले प्रमेयत्वमपि अस्ति, अपि च तत्र अभिधेयत्वस्य अभावः अप्रसिद्धः इति एतावता उक्तम्. अग्रे अस्तु, किन्तु घटो नास्ति इति अभावः. आम्, भूतले यदा वयं भूतले घटः नास्ति इति वदामः चेत् तद् अस्ति अभावः एव, परन्तु तत् प्रतियोगित्वं घटे प्रतियोगित्व अभावः अभिधेयत्वे इति भवति. अभिधेयत्वं प्रमेयत्वस्य व्यापकम् अस्तु, तत्र अहं पुनः तत् प्रतियोगित्वं घटे अस्तु, घटे नास्ति इति यद् अभावः अस्ति तस्य प्रतियोगिता प्रतियोगित्वं घटे अस्ति. आम्, तत्तु सत्यं. प्रतियोगित्व अभावः अभिधेयत्वे इति भवति. कथम् अभिधेयत्वं प्रमेयत्वस्य व्यापकम्? तत्तु इदानीं साधितवन्तः व्यापकम् इति, परन्तु प्रतियोगित्व अभावः अत्रैव किञ्चित् किञ्चित् सरलीकरणीयम्। अत्र सः किं चिन्तयति, किं यः लेखकः अस्ति तस्य का विवक्षा इत्युक्ते तस्य व्याप्तेः लक्षणं किम्, हेतु अधिकरणवृत्ति अभाव प्रतियोगित्व अभाववत् तत् तस्य समानाधिकरण्यम् इति व्याप्तेः लक्षणं, व्याप्तेः लक्षणं इति एकः नियमः। पुनः वदामि, हेतु अधिकरणवृत्ति, हेतु अधिकरणवृत्ति प्रतिपदं पक्ष्यामः, हेतु अधिकरणवृत्ति अभाव अप्रतियोगी इति साध्यः, तस्य समानाधिकरण्यम् एव व्याप्तिः इति युक्ते, इति पूर्वमपि एकं वाक्यमासीत्, हेतु अधिकरणवृत्तित्व अभाव प्रतियोगित्वं कुत्र अस्ति, तत्र 211 पेज् मध्ये 211 तृतीयपरिच्छेदे साध्य अभाव व्यापकीभूत अभावप्रतियोगित्वरूपा इति साध्य अभावः, एकनिमिषम् केवल अन्वयित्वं, साध्य अभावव्यापकीभूत अभावप्रतियोगित्वरूपा या व्याप्तिः तत्र साध्य अभावः इति स्थापितम्। अस्तु, चिन्ता नास्ति, महा उक्तं, पुनः अन्तिमवाक्ये अस्मिन् परिच्छेदे अवागच्छति, अस्मिन् परिच्छेदे अन्ते प्रमेयत्व अधिकरणवृत्ति अभावप्रतियोगित्व अभाववत् अस्ति खलु, तत्र तदाकारः तु तदेव मया उक्तं, प्रमेयत्वमिति हेतुः, हेतु अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी इति साध्यः, तस्य सामानाधिकरणम् एव व्याप्तिः। व्याप्तिः नाम एकस्मिन् अधिकरणे हेतुः अपि भवेत् साध्यः अपि भवेत्, यथा पर्वते पर्वते धूमः अपि भवेत् वह्नि अपि भवति खलु एकस्मिन् अधिकरणे, तर्हि वह्निधूमयोः सामानाधिकरण्यम्, सामानाधिकरण्यं, समानाधिकरणं किं पर्वतः, बुद्धम्, हेतोः सामानाधिकरण्यं साध्ये, साध्यस्य सामानाधिकरण्यं हेतौ, तयोः समानाधिकरणं पक्षः। तथैव अत्र व्याप्तिवाक्ये एकस्मिन् अधिकरणे हेतु अपि च साध्यं तयोः सामानाधिकरण्यम् एकम्, एकः पक्षः भवेत् इति अवश्यम्। अत्र अस्मिन् उदाहरणे यत् भवत्या पठितं, तत्र भूतलं तत् अधिकरणं, प्रमेयत्वस्य अधिकरणं भूतलम् इति पठितं खलु, तत्र विद्यमानः अभावः न अभिधेयत्वस्य अभावः किन्तु घटाभावः, यस्य प्रतियोगी घटः एव, तर्हि तस्य अप्रतियोगी तत् साध्य हेतु अधिकरणम् इति हेतुः इति भूतलं, क्षम्यतां, हेतुः इति प्रमेयत्वं, प्रमेयत्वं तस्य अधिकरणं भूतलं, भूतलं, भूतले भूतलवृत्ति अभावः कस्य अभावः, घटाभावः, तस्य अभावस्य प्रतियोगी घटः एव, घटः अप्रतियोगी अभिधेयत्वम्, अभिधेयत्वम्, यतोहि अभिधेयत्वस्य अभावः अप्रसिद्धः, तर्हि अभिधेयत्वमेव साध्यम्, इदानीं साध्यम् आम् प्रमेयत्वं हेतौ प्रमेयत्वस्य अधिकरणं हेतुः सत्यं क्षम्यतां भूतलं क्षम्यतां भूतलं प्रमेयत्वमेव हेतुः तस्य अधिकरणं भूतलं तस्मिन्नेव भूतले साध्यं भूतले वृत्ति भूतलवृत्ति अधिकरणवृत्ति अभावस्य प्रतियोगित्व अभाववत् इति अभिधेयत्वम् सत्यं भूतलस्य वृत्ति अभाव अप्रतियोगी घटः अप्रतियोगी अभिधेयत्वम् अभिधेयत्वस्य अभिधेयत्वस्य अधिकरणं किम् भूतलमेव तर्हि साध्यहेतोः समानाधिकरणं भूतलं तर्हि तयोः समानाधिकरण्यं साधितं खलु तदेव व्याप्तिः व्याप्तेः लक्षणं किम् प्रमेयत्व अधिकरण हेतु अधिकरण भूतलं तत्र वृत्ति अभावः घटाभावः तस्य अप्रतियोगी इत्युक्ते प्रतियोगित्व अभाववान् खलु अप्रतियोगी अभिधेयत्वम् इत्युक्ते प्रतियोगित्वस्य अभाववान् अभिधेयत्वम् अभाववत् अभिधेयत्वम् तस्य समानाधिकरणं किं भूतलमेव तर्हि व्याप्तिः साधितं तयोः व्याप्तिः कुत्र अस्ति हेतौ अस्ति तर्हि अभिधेयत्वनिरूपिता व्याप्तिः प्रमेयत्वे इति साधितम् अभिधेयत्वनिरूपिता व्याप्तिः आश्रयघट अस्ति घटनिष्ठवृत्तित्वं तस्य अभाव पटे अस्ति पटे प्रतियोगिता अस्ति निरूपिता पटप्रतियोगिता अभावः भवति अभिधेयत्वे अभिधेयत्वं घटे अस्ति घटनिष्ठ अस्ति घट अपि प्रमेयत्व घटे प्रमेयत्वम् अपि अस्ति सो अभिधेयत्वे प्रमेयत्वयोः समानाधिकरणं घट अस्ति सो घट भवति चित्रे तदा दर्शयन् चित्रे घट उदाहरणं भिन्न उदाहरणं भूतलमिति भिन्न उदाहरणं भूतलमिति लिखितम् उदाहरणं किन्तु घटः इति तत्र वाक्यं किं घटोः घटः अभिधेयत्ववान् प्रमेयत्व इति वाक्यं खलु तदर्थं घटः इति अन्ते साधितं दक्षिणभागे घटः लिखितं किन्तु उदाहरणं तु भूतलं स्वीकृत्य भूतलं वा घटं वा अतः घटपट उदाहरणं यथा भूतलघट भूतले घटाभावः घटे पटाभावः इति चित्रे दर्शितं भूतले घटाभावः इति लिखितं परिच्छेदे चित्रं परिच्छेदः तत्र समन्वयः नास्ति यत्र घटादिः लिखितं तत्र भूतलं भवेत् पटस्य स्थाने घटः भवेत् यथा लिखितम् बुद्धं वा लक्ष्मी भगिनी रामप्रिया भगिनी आम् इति चिन्तयामि पुनः एकवारं महोदय एकः प्रश्नः प्रमेयत्वान् अपि भवति अभ्यधेयत्वान् अपि भवति इति चित्रे सन्ति खलु किं पटः घट चित्रे घट घटपक्ष भवति घट भवति अभेयत्वान् अपि प्रमेयत्वान् अपि साधु घट घटस्य स्थाने पट अस्ति चेत् हा पटौ अभिधेय पटौ अभिधेयत्ववान् प्रमेयत्वात् इत्यपि भिन्नवाक्यम्. हा अत्र उदाहरणं घटः इति सामान्य स्टाक् वाक्यं स्टाक् एक्साम्पल्. इदानीं रामप्रिया भगिनी पुनः पठतु. किन्तु घटो नास्ति इति अभावः, तद् अवगतं. घटः नास्ति इति अभावः अस्ति भूतले, अभावः घटो नास्ति इति अभावः. तत् प्रतियोगित्वं घटे, घट अस्तु घटे तस्य प्रतियोगिता अभावस्य घटः प्रतियोगिता घटे प्रतियोगित्वं घटः प्रतियोगित्वं घटे घटे प्रतियोगित्वम् अस्ति घटः प्रतियोगिता घटे किल प्रतियोगी घटः. अस्तु प्रतियोगित्व अभावः अभिधेयत्वे इति भवति. अभिधेयत्वं प्रमेयत्वस्य व्यापकम्. इदानीं साधनीयं यत् प्रतियोगित्व अभावः अभिधेयत्वे इति साधनीयं. किमर्थं साधनीयम् इत्युक्ते अभिधेयत्वस्य अभावः न हि भवति इति वयं पूर्वं निरूपितवन्तः. परन्तु इदानीं साधनीयं यत् प्रतियोगित्व अभावः अभिधेयत्वे इति. तद् कथम् इत्युक्ते अभिधेयत्वं प्रमेयत्वस्य व्यापकम् इति यदा निरूपयामः तत्र प्रतियोगित्व अभावः अभिधेयत्वे इति भवति. तदेव वयम् इदानीं साधितवन्तः. हेतुः प्रमेयत्वं साध्यः अभिधेयत्वं तयोः मध्ये समानाधिकरणम् अस्ति. प्रमेयत्वस्य अधिकरणमस्ति भूतलः भूतलं तत्र अभावः भूतले घटस्य अभावः अस्ति तस्य एव प्रतियोगी प्रतियो घटे प्रतियोगिता तस्य प्रतियोगित्वं घटे अस्ति तत् साधितवन्तः. अस्तु घट अप्रतियोगी प्रतियोगित्व अभाववान् इति अभिधेयः अस्ति अभिधेयत्वम् अस्ति तदेव साध्यः. अप्रतियोगी इदानीम् अस्माकं भूतलः अस्ति तत्र अप्रतियोगी भूतले अस्ति किल भूतलं नास्ति भूतले अस्ति भूतलम् अधिकरणम् अभिधेयत्वम् इति साध्यम् आम् अन्यत् किम् अप्रतियोगी अपि अभिधेयत्वे एव अस्ति किल सत्यम् अभिधेयत्वे न तु भूतले अभिधेयत्वे अभिधेयत्वे अप्रतियोगी अभिधेयत्वे अस्ति. अस्तु अनन्तरं कथं भूतलम् इदानीम् आगच्छति अभिधेयत्वे निरूपिता व्याप्तिः भूतले वा अत्र पश्यतु अत्र पश्यतु घट घटाभावः इति एतावत् साधु खलु घटाभावः तस्य प्रतियोगी घटः प्रतियोगित्वं घटे प्रतियोगित्व अभावः अभिधेयत्वे तर्हि प्रतियोगित्व अभाववत् अभिधेयत्वं खलु इति यावत् आगतम् एतस्मात् इति भवति अभिधेयत्वं प्रमेयत्वस्य व्यापकं प्रमेयत्वं व्याप्यम् अभिधेयत्वं व्यापकं कथं हेतु अधिकरण वृत्ति अभाव प्रतियोगित्व अभाववत् साध्ये भवेत् असाध्यः भवेत् इति साध्यं भवेत् तस्मात् व्यापकं साधितम् अपि च तयोः सामानादिकरण्यं क्षम्यतां ततो तयोः समानादिकरणं भूतलम् अत्र समानाधिकरणं भूतलं सामानाधिकरण्यं द्वयोः अपि अभिधेयत्वस्य प्रमेयत्वस्य यथा वर्गे उदाहरणम् उक्तम् एका उत्पीठिका अस्ति तस्य उपरि एका लेखनी अस्ति पुस्तकमस्ति खलु लेखनी लेखन्यां पुस्तकस्य सामानाधिकरण्यम् पुस्तके लेखन्याः सामानाधिकरण्यं पुस्तकलेखन्योः समानाधिकरणम् उत्पीठिका समानाधिकरणम् इति अधिकरणम् अधिकरणे यत्किमपि अस्ति तयोः धर्मः समानाधिकरण्यं खलु कामन् सब्स्ट्रेट्नेस् इति चिन्तयतु तयोः सामानादि कामन् सब्स्ट्रेट् भिन्नं कामन् सब्स्ट्रेट्नेस् लेखन्याम् अस्ति पुस्तके अस्ति अधिकरणम् उत्पीठिका तथैव अत्र सामानाधिकरण्यं प्रमेयत्वे अस्ति सामानाधिकरण्यं साध्ये अपि अस्ति तयोः समानाधिकरणम् अत्र भूतलम् किन्तु भूतलस्य स्थाने घटः भवतु तादृशस्य प्रमे अग्रे एतावत् अवगतम् आम् आम् सामानाधिकरण्येन प्रमेयत्वे अभिधेयत्वस्य अन्वयव्याप्तिः आगता व्याप्तिः साधितम् अग्रे तादृशस्य तादृशस्य प्रमेयत्वस्य घटे ज्ञानमेव इह परामर्शः इदानीं परामर्शज्ञानं घटे तादृशप्रमेयत्वस्य इत्युक्ते यद्वयम् इदानीं साधितवन्तः प्रमेयत्वे अभिधेयत्वस्य अन्वयव्याप्तिः आगता इति यद् साधितवन्तः तदेव परामर्शज्ञानम् अस्माकं घटे अत्र पर्वत उदाहरणे परामर्शस्य वाक्यं कथम् आसीत् वह्निव्याप्य धूमः वह्निव्याप्य धूमः पक्षे अस्ति भिन्नरीत्या व्याप्तिविशिष्टपक्षधर्मता ज्ञानम् तदेव वाक्यं यद्भवत्या उक्तं व्याप्तिविशिष्टपक्षधर्मता पक्षधर्मतायाः ज्ञानम् एव परामर्शः परामर्शः इत्युक्ते व्याप्तिविशिष्टधूमः अस्मिन् पक्षे अस्ति इति तथा एव अत्र प्रमेयत्वस्य हेतोः व्याप्तिविशिष्टप्रमेयत्वस्य तादृशस्य इत्युक्ते व्याप्तिविशिष्टस्य प्रमेयत्वस्य हेतोः घटे ज्ञानम् एव परामर्शः पक्षे घटे व्याप्तिविशिष्टहेतुः अत्र अभिधेयत्व व्याप्तिविशिष्ट प्रमेयत्वम् अस्मिन् पक्षे अस्मिन् घटे अस्ति इति परामर्शज्ञानम् तस्य आकारः दीर्घरीत्या अग्रे उक्तं तद् आकारः तु किं घटः प्रमेयत्व अधिकरण वृत्ति अभावप्रतियोगित्व अभाववत् अभिधेयत्व समानाधिकरण प्रमेयत्ववान् इति अस्तु ततः आकारः घटः प्रमेयत्व अधिकरणम् अस्तु तद् तद् अस्तु तद् अवगतं प्रमेयत्व अधिकरणं घटे वृत्ति अभावप्रतियोगित्व अभाववत् अभिधेयत्व समानाधिकरण प्रमेयत्ववान् इदानीम् अस्तु इदानीं समीचीनं महोदय तथैव धूमस्थले धूमस्थले पर्वतः धूमाधिकरण वृत्ति प्रतियोगित्व अभाववत् वह्नि समानाधिकरण्य हेतुमान् इति आसीत्, हेतुमान् पर्वतः तथा अत्र घटः हेतु अधिकरण इति प्रमेतु अधिकरण वृत्ति अभाव प्रतियोगित्व अभाववत् साध्यम् इति अभिधेयत्वं तस्य समानाधिकरणं घटः, घटः समानाधिकरणम् इत्युक्ते घटः समानाधिकरण समानाधिकरणत्ववान् इति मतु प्रत्ययः प्रमेयत्ववान् हेतुमान् धूमवान् तथा प्रमेयत्ववान् इति उक्तम्. आं आम् महोदय. लक्ष्मी भगिनि, लक्ष्मी भगिनि किमपि न उक्तवती. हरि ओम् अस्ति खलु लक्ष्मी भगिनि, नास्ति वा? म्यूट् अस्ति वा? श्रूयते वा? हा श्रूयते खलु. अस्तु, किञ्चित् क्लेशः अस्ति इत्युक्ते किमर्थं घटः घटः प्रमेयत्व अधिकरणवृत्ति अभावः इति तत्र प्रमेयत्वस्य अधिकरणः घटः घटः एव वृत्ति इति तत्र पुनः घटमेव स्वीकृतं न तु घटमेव वृत्ति इति घटमेव पुनः स्वीकृतं खलु. वृत्त्यभावः घट अभावः भवति. वृत्ति इति घटः एव पुनः स्वीकृतम् इति किमर्थं चेत् भूतलं घटे घटः इति हेतु अधिकरणं तत्र तद्वृत्ति कस्य अभावः भवितुम् अर्हति? न घटस्य, पटस्य, पटस्य वा लेखन पुस्तकस्य वा किमपि अभावः भवतु. एकनिमिषं, वृत्ति इत्युक्ते आदेः खलु. तत्र आधारः भूतलं वा घटं वा इति तदेव संशयः. अत्र अन्तिमवाक्यात् पूर्वम् अन्तिमवाक्यात् पूर्वं भूतलम् इति उदाहरणं स्वीकृतम्. भूतलम् उदाहरणं स्वीकृत्य तादृशस्य प्रमेयत्वस्य तस्मात् पूर्वं यत्र अन्वयव्याप्तिः आगता तत्पर्यन्तं भूतलम् उदाहरणत्वेन स्वीकृतं. तस्य अनन्तरम् इदानीं घटः आनीतम्. मूलवाक्ये घटो अभिधेयः प्रमेयत्ववाद इति मूलवाक्यम् उदाहरणवाक्यं तत् सडन्लि आनीतम्. तस्मात् पूर्वं सर्वं भूतलम् उदाहरणं, किन्तु उदाहरणं घटः इति भवेत् किमपि किमपि भवतु घटे घट अभावः न भवितुम् अर्हति. घटे कस्यापि अभावः भवतु तस्य प्रतियोगी तत्तत् पटाभावः, पटाभावस्य प्रतियोगी पटः, पुस्तक अभावस्य प्रतियोगी पुस्तकं. किन्तु अभिधेयत्वस्य अभावः न भवति कदाचित्. तर्हि प्रतियोगित्व अभाववान् अभिधेयत्वम् अवश्यं, यतोहि घटः पदवाच्यं खलु, भूतलं पदवाच्यं खलु. महोदय एकनिमिषं, न सो अत्र वृत्ति इत्युक्ते घटविहाय अन्य किमपि अन्य किमपि पटः वा अन्यत् किमपि अस्ति वृत्ति तत् वृत्ति अभावः तस्य प्रतियोगित्वं घटे न भवितुम् अर्हति. तत् वृत्ति अभावः तत् वृत्त्यामेव भवति, अन्यत्र कुत्रापि न भवति तत् प्रतियोगित्वं. प्रतियोगित्व अभावः अभिधेय ततः अभिधेयत्वं तत्र अभिधेय वृत्ति अभाव प्रतियोगित्व अभावः अभिधेयत्वे अस्ति. सो अभिधेयत्व सो समान अधुना अभिधेयत्व सो अत्र कथं समानादिकरण्यं कथं एकनिमिषं वृत्ति अभावः कुत्र अस्ति? घटाधिकरणे अस्ति खलु? अभावः घटाधिकरणे अस्ति. आम्, तस्य यत् यस्य किमपि अभावः भवतु तस्य प्रतियोगी तत्तत् पदं पुस्तकं वा पटं पठ, किन्तु न तु अभिधेयत्वं. किमर्थम् अभिधेयत्वं किं घटः पदवाच्यं तु अस्ति. आम्, तर्हि अभिधेयत्वं तस्य अभिधेयत्वं घटे घटाधिकरणे न भवितुम् अर्हति. इत्युक्ते अभावस्य प्रतियोगित्व अभाववान् अभिधेयत्वम् इति नैयायिकशैली अस्ति. पूर्वं दृष्टं खलु? आमां. हा, किन्तु अत्र सो अत्र घटः इति पदवाच्यमस्ति, अतः अभिधेयत्वस्य अभावः कदापि न भवति. अभिधेयस्य सो अभिधेयत्व वृत्ति अभावप्रतियोगित्व प्रतियोगित्वं तत्तत् पदार्थे भवति, न तु अभिधेयत्वे. अस्तु, इतः पर्यन्तं समीचीनं. तेन प्रमेयत्वयोः प्रमेयत्वस्य प्रमेयत्वेन कथं सामानाधिकरण्यं निष्कर्षः भवति, तत्र क्लेशः अस्ति अधुना. यत्र अभावः अस्ति तस्य तस्मिन्नेव अधिकरणे किं प्रतियोगित्वं वा अप्रतियोगित्वं भवेत्? हा, अत्र हा सत्यं, घटः प्रमेयत्वं भवति पक्षे एव प्रमेयत्वमपि अभ्येदेयत्वमपि. अतः प्रमेयत्वे अभिधेयत्वे अपि. यथा घटः पदवाच्य अस्ति खलु, भवती उक्तम्. आम्, तर्हि घटे अभिधेयत्वम् अस्ति खलु? आम्, तर्हि प्रमेयत्वमपि घटे अस्ति, अभिधेयत्वमपि घटे अस्ति, तर्हि समानाधिकरणं घटः खलु? ओ अस्तु अस्तु. आम् आम्, सर्वमस्ति. सो अभिधेयत्वं घटे अस्ति, प्रमेयत्वमपि घटे अस्ति, अतः अभिधेयत्व प्रमेयत्वं तयोः मध्ये समानाधिकरणीयम्. हा अस्तु, तथैव अस्ति, क्लेशः नास्ति वस्तुतया. आम्, यत् चित्रे निर्दिष्टम् अस्ति तस्य दत्तमस्ति. हा, वाक्यात् पूर्वं किं हा वाक्ये सर्वं स्पष्टं भवति. अत्र अप्रतियोगित्वम् इत्युक्ते प्रतियोगित्वस्य अभावः. अस्तु अस्तु महोदय. तर्हि व्याप्तिः साधितम् अपि च परामर्शः साधितः, तेन किम् अग्रिमवाक्यं पठतु रमप्रिया भगिनी. तेन च परामर्शात् तेन च घटः अभिधेयत्ववान् इति अनुमितिः जायते इति सिद्धं प्रमेयत्वस्य केवल अन्वयित्वम्. इदानीम् अस्माकं तु केवल अन्वयित्वं साधनीयं, तद् इदानीं वयं साधितवन्तः. घटः अभिधेयत्ववान् इति अनुमिति, यद् अनुमितिः जायते तेन सिद्धं यत् प्रमेयत्वं प्रमेयत्वस्य केवल अन्वयित्वं प्रमेयत्वे केवल अन्वयी अस्ति इति. तथा एव तावदेव इति चिन्तयामि. अत्र चित्रमस्ति, तस्य दीर्घवाक्यं पश्यामश्चेत् भूतलमिति चिन्तयतु. भूतलनिष्ठ प्रमेयत्व प्रमेय क्षमितं प्रमेयत्व आश्रय भूतलं भूतलादि तन्निष्ठ वृत्तित्वं तस्य आश्रयः पटाभावः तन्निष्ठ प्रतियोगित्व अभाव आश्रयः अभिधेयत्वम् अभिधेयत्वस्य आश्रयः घटः पुनः प्रमेयत्वस्य आश्रयः घटः इत्यस्मात् घटे घटः घटः अभिधेयत्ववान् प्रमेयत्वात् इति चित्रात् वक्तुं शक्नुमः. केवलम् आश्रयः तथा उपयुज्य यत् वयं जानीमः तादृशशैली घटः अभिधेयत्ववान् प्रमेयत्वात् पर्वतो मन्यमान् धूमात् तथा सामान्यवाक्यम् खलु. आं महोदय. अस्तु अग्रे सरला भगिनी पठति वा. अस्तु महोदय. केवलं व्यक्तिरेकिणः निरूपणम् इदानीं केवलव्यक्तिरेकणम् आह पृथ्वी इतरेभ्यो विद्यते गन्धवत्वात् इति अयम् अत्र विवेकः. हेतोः स्वभाववर्णने अन्वयव्याप्तिः व्यतिरेकव्याप्तिश्च निरूपिता. तत्र घटे अभिधेयत्वसाधने प्रमेयत्वहेतोः व्यतिरेकव्याप्तिः नास्ति इति सः केवलान्वयहेतु इति उक्तं. ततः तत् कुतः व्यतिरेकव्याप्तिः साध्याभावहेत्वाभावाभ्यां घटिता इति प्राक् दर्शितम्. तयोस्तु साध्यहेत्वोः केवलान्वयित्वात् अभावः न प्रसिद्ध्यति इति न व्यतिरेकव्याप्तिः. इदानीं केवलव्यतिरेकव्याप्तिः कथं निरूपयामः. तस्य लक्षणवाक्यं दत्तमस्ति पृथ्वी इतरेभ्यो विद्यते गन्धत्व आदि इति. अयम् अत्र विवेकः. अत्र विवेकः इत्युक्ते विचारः. सो पृथ्वी इतरेभ्यो पृथ्वी विहाय ये अन्याः पदार्थाः सन्ति तस्य समूह इतरेभ्यो इत्युक्ते विद्यते तस्य पृथ्व्या अन्यपदार्थयो भेदः अस्ति कारणं भवति गन्धवत्वात् इति. गन्धवती पृथ्वीं यत् भावः भवति तद् भवति गन्धवत्व इति गन्धसमान एव आगच्छति तत्र. सो गन्धवत्वात् इति भवति. हेतोः स्वभाववर्णे अन्वयव्याप्तिः व्यतिरेकव्याप्तिश्च निरूपिता. वयं दृष्टवन्तः धूमे धूमहेतोः स्वीकृत्य तस्मिन् अन्वयव्याप्तिः अपि व्यतिरेकव्याप्तिः साधितम् अस्ति. यथा यत्र यत्र धूमः तत्र तत्र वह्नी इति अनेन अन्वयव्याप्तिः साधितं भवति. यत्र यत्र वह्न्याभावः तत्र तत्र हेत्वभावः वह्न्याभावः तत्र तत्र धूमाभावः अनेन व्यतिरेकव्याप्तिः साधनीय भवति. ततः धूमः भवति अन्वयव्याप्ति व्यतिरेकव्याप्तिश्च द्वयोः हेतु तस्य धूमे अन्वय व्यतिरेकव्याप्ति द्वे आगच्छतः. तत्र घटे अभिधेयत्वसाधने प्रमेयत्व दृष्ट्वा हेतौ व्यतिरेकव्याप्तिः नास्ति इति सुकेवला अन्वयी हेतु इति उक्तम्। इदानीं वयं दृष्टवन्तः घटो अभिधेयप्रमेयत्वात् अन्येन वाक्य केवल अन्वयी व्याप्ति साधितम् अस्ति, तस्य कारणम् अस्ति कथम् इति भवति, तत्र अभिधेयत्वम् अस्ति साध्यं, प्रमेयत्वम् अस्ति हेतु, व्यतिरेकव्याप्ति तत्र न कदापि न भवति, अतः तत् भवति केवल अन्वयी हेतु केवलम् अभिधेय प्रमेयत्वं तत्र केवल अन्वयी हेतु भवति। तत् कुतः तस्य कारणं किमस्ति, व्यतिरेकव्याप्तिः साध्याभावहेत्वा भाव्यं घटिता इति प्रादर्शितं। वयं जानीमः यत्र यत्र साध्याभावः तत्र तत्र हेत्वा भावः, अनेन व्यतिरेकव्याप्तिः साधनीयं भवति। तयोः अस्तु साध्यहेतवो केवल अन्वयित्वात् अभावः न प्रसिद्ध्यति इति च व्यतिरेकव्याप्ति, किन्तु यत्र विधेयत्वं प्रमेयत्वम् अस्ति तयोः मध्ये साध्यहेतो केवल अन्वयित्वात् अभावः न के हेतो अभावः नास्ति साध्य अभावः न अस्ति, यथा शशक शृङ्ग अस्ति उदाहरणे, यथा पूर्वं वयं दृष्टवन्तः सर्वपदार्था जगति अभिधेयत्वन्तः सन्ति अपि प्रमेयत्वन्तः सन्ति, अतः तत्र अभावस्य कारणम् एव न आगच्छति। तत्र घटो अभिधेय प्रमेयत्वात् तस्मिन् व्यतिरेकव्याप्ति न भवति। सम्यक्, प्रश्नः अस्ति वा? साधु एव खलु, केवलं तत्र पृष्ठभूमि स्थापयति, बेक्ग्रौण्ड् बेक्ग्रौण्ड् स्थापयति तत्र विवेकः इत्युक्ते किं विचारः, अधिकचिन्तनं, विस्तारणम्, अधिकचिन्तनं, दीर्घचिन्तनं तथा खलु। अग्रे लक्ष्मी भगिनी पठति वा? अत्र हि अत्र हि यत् साध्यं वक्ष्यमाणः इतरभेदः न सः अप्रसिद्धः, तथा हि इह पृथिवीपक्षः इतरभेदः साध्यं गन्धवत्वं हेतुः, गन्धवत्वं तु गन्धः, सः पृथ्वीलक्षणम् इति युक्तमेव, तेन च गन्धने पृथ्व्याम् इतरभेदः साध्यते। को अयम् इतरभेदः? पृथिवीं विहाय यावन्ति द्रव्याणि, यावन्तो गुणाः, कर्माणि, सर्वाणि सामान्यानि विशेषाः, समवायः, अभावाश्च इति ये सप्ताति पदार्थाः तेषां भेदः। तत्र गुणाः चतुर्विंशतिः, कर्माणि पञ्च, अभावाश्च चत्वारः, समवायः एकः, जातयः विशेषाश्च अनन्ता इति अनेके भेदाः स्वीकार्याः स्युरिति लाघवात् गुणो न इति एकः भेदः, एवं कर्म न सामान्यं न विशेषो न समवायो न अभावो न इति षट् भेदाः गृहीतव्याः। अस्तु, अत्र पुनः पङ्क्तिशः पठामि। अत्र हि यत् साध्यं वक्ष्यमाणः इतरभेदः न सः, अस्तु, अतः अत्र वाक्यमस्ति पृथिवी इतरेभ्यः भिद्यते गन्धवत्वात् इति, अत्र पक्षः साध्यमस्ति इतरभेदः, साध्यमस्ति इतरभेदः, हेतुः अस्ति गन्धवत्वम्, पृथ्वी अन्येभ्यः वस्तुभ्यः गन्धवत्वात् विद्यते, अस्तु, तथा हि इह पृथिवीपक्षः इतरभेदः साध्यं गन्धवत्वं हेतुः. आम् आम् अस्तु. सो पृथिवीपक्षः अस्ति, इतरभेदः साध्यं गन्धवत्वं हेतुः. गन्धवत्वं तु गन्धः, सः पृथिवीलक्षणम् इत्युक्तम् एव. पूर्वं वयं गन्धवती पृथ्वी इति पृथिव्याः लक्षणम् इति पठितम् अस्माकम् अस्माभिः पठितं. तेन च गन्धेन पृथिव्याम् इतरभेदः साध्यते. लक्षणवाक्येन पृथ्व्याः लक्षणं यत् अस्ति तेन पृथिवी कथम् अन्येभ्यः पदार्थेभ्यः कथं विद्यते इति लक्षणेन ज्ञातुं शक्नुमः. को अयम् इतरभेदः, इतरभेदः इत्युक्ते किं? गन्धेन पृथिव्याम् इतरभेदः अग्रे साध्यते. यथा यथा पृथिवी इतरभेदवती गन्धवत्वात्, परन्तु वन्यमान् धूमा तथा पृथिवी इतरभेदवती तथा किमपि इतरभेदव तस्मिन् पृथिव्याम् इतरभेदः अस्ति इत्युक्ते पृथिवी इतरभेदवती हेतु गन्धवत्वात् इति साधितुम् इच्छामः. आम् अग्रे इतरभेदः पृथिवीं विहाय यावन्ति द्रव्याणि यावन्तो गुणाः कर्माणि सर्वाणि सामान्यानि विशेषाः समवायः अभावाश्च इति ये सप्तापि पदार्थाः तेषां भेदाः. अस्तु, इतरभेदः इत्युक्ते किम् इत्युक्ते पृथिवी विहाय अन्यानि द्रव्याणि अन्यानि अष्ट द्रव्याणि चतुर्विंशतिगुणाः पञ्चकर्माणि सामान्यानि विशेषाः समवायः अभावश्च इति सप्तपदार्थाः ये सन्ति ते सप्तपदार्थाः अपि च तेषां प्रत्येकपदार्थस्य विभजनानि ये सन्ति तेभ्यः पृथ्वीभिन्नपदार्थः पृथ्वीभिन्नपदार्थः इति साधनीयम् इति साधनीयं. तत्र गुणाः चतुर्विंशतिः, कर्मणि पञ्च, अभावाश्च चत्वारः, समवायः एकः, जातयः विशेषाश्च अनन्ता इति अनेके भेदाः स्वीकार्याः स्युः स्युरिति. अस्तु अस्तु, अतः अधुना एव दृष्टवन्तः गुणाः चतुर्विंशतिगुणाः सन्ति, कर्माणि पञ्चकर्माणि, चत्वारः अभावः, समवायः एकः, अनेकाः जातयः विशेषाः च अनन्ताः सन्ति इति अनेके भेदाः स्वीकार्याः स्युरिति. लाघवात् गुणो न इति एकः भेदः एवं कर्म न अस्तु. विशेषाः जातयः विशेषः तु अनन्ताः सन्ति, यतः अनेकाः भेदाः भवितुमर्हन्ति. किन्तु लाघवात् गुणः गुणो न इति एकः भेदः. पृथिवी गुणः न, पृथिवी कर्म न इति यथा घटः पटो न इति अस्ति खलु अन्यभेदः, तदेव बहु पृथिवीभिन्नं पदार्थानि अनन्तानि खलु. आम् पृथिवी विहाय सर्वत्र भेदः अस्ति खलु. आम् अन्योन्याभावः भेदः इत्युक्ते अन्योन्याभावः, तस्मात् लाघवात् किं पृथिवी गुणो न एकः. अग्रे पृथिवी पृथ्वीगुणः न पृथ्वी कर्मण पृथ्वी सामान्यं न, पृथ्वी विशेषः न, पृथ्वी समवायः न, पृथ्वी अभावः न इति षड्पाद षट् भेदाः एव गृहीतव्याः. अनेक सप्तपदार्थेभ्यः एव स्वीकृत्य पृथ्वी एकः एव भेदः उच्यते, न तु जगति यावन्ति वस्तूनि सन्ति ते सर्वं स्वीकृत्य प्रत्येकं स्वीकृत्य भेदः उच्यते चेत् तत्र गौरवं भवति. अतः लाघवात् पृथ्वी गुणः न, कर्मः न, सामान्यः न, विशेषः न, समवायः न, अभावः न इति षड्भेदाः एव स्वीकुर्मः. खलु प्रश्नः अस्ति वा? आं महोदय. तत्र गुणो न इति भेदप्रतियोगिता सर्वगुणेषु, प्रतियोगिता अवच्छेदकं गुणत्वं गुणत्वम् इति, गुणत्व अवच्छिन्नप्रतियोगिता निरूपक निरूपकोऽयं भेदः, अयमेव गुणसामान्यभेदः इति उच्यते. अयं च गुणेषु न क्वापि अस्ति. कुतः? यतः रूपादौ स्वात्मकगुणः तादात्म्येन भवति. यत्र हि तादात्म्येन प्रतियोगी न तत्र भेदः इति गुणो न इति भेदः गुणान् विहाय सर्वेषु पदार्थेषु वर्तते. एवं कर्म न इति सामान्यभेदोऽपि कर्म विहाय अन्येषु पदार्थेषु वर्तते. सामान्यं न इति भेदः सर्वसामान्यानि विहाय अन्यत्र वर्तते. विशेषो न, समवायो न, अभावो न इत्यत्रापि तथैव. अस्तु, तत्र गुणो न इति भेदप्रतियोगिता सर्वगुणेषु. यदा वयं गुणो न इति लाघवात् स्वीकुर्मः चेत् तत्र भेदप्रतियोगिता सर्वेषु, यत् गुणो न इति किं वदामः, तत् एकं रेप्रसेण्टेटिव् इव स्वीकुर्मः चेत् तद् सर्वेषु गुणेषु भेदप्रतियोगिता अस्ति इति अवगन्तुं शक्नुमः. तादृशं किल महोदय? इत्युक्ते गुणभेदः, गुणभेदः कुत्र अस्ति? गुणविहाय सर्वत्र गुणविहाय. तस्य भेदः इत्युक्ते अन्योन्यभावः खलु? अन्योन्यभावः. तर्हि तस्य प्रतियोगिता कुत्रापि भवेत् खलु? अतः भेदप्रतियोगिता इति उक्तं, भेदः इत्युक्ते अन्योन्यभावः एव. महोदय, यदि वयं दीर्घवाक्यं वदामः गुणनिष्ठ गुणत्व अवच्छिन्न प्रतियोगिता निरूपित अनियोगिता आश्रय पृथ्वी इति वक्तुं शक्नुमः साधु. भवति तत्र अन्योन्यभावः, सर्वे तत्र कर्म गुण समवायविशेष इति भवति. अत्र पृथिवी इति न एतावद् आनीतं, पृथ्वी इतरेभ्य भेदः अस्ति, किन्तु इतरेभ्य समूहः अस्ति, तस्य प्रत्येकस्य भेदः कथं पृथिव्याम् आगच्छति तस्य निरूपणम् अस्ति अत्र. पृथिवी गुणो न इत्यस्मात् तस्य अभावस्य प्रतियोगिता गुणेषु इति तथैव. अग्रे, प्रतियोगिता अवच्छेदकं गुणत्वम् इति, तदेव, तद् प्रतियोगितायाः अवच्छेदकमस्ति गुणत्वं. गुणत्व अवच्छिन्न प्रतियोगिता निरूपकः अयं भेदः. अस्तु, गुणत्व अवच्छिन्न प्रतियोगिता निरूपकः अयं भेदः. अयं भेदः इत्युक्ते अन्योन्य अभावः. अस्तु, अयमेव गुणसामान्यभेदः इत्युच्यते. एतद् भेदः एव गुणसामान्यभेदः इति नाम्ना जायते. अयं च गुणेषु न क्वापि अस्ति. एतद् गुणसामान्यभेदः गुणेषु न कुत्रापि अस्ति, क्वापि. अस्तु, कुतः? अस्तु, किमर्थं? यतः रूपादौ स्व आत्मकगुणः तादात्म्येन भवति. यत्र हि तादात्म्येन प्रतियोगी न तत्र भेदो भेद इति गुणो न इति भेदः गुणान् अस्तु अस्तु अहं पुनः पठामि. अयं च गुणेषु न क्वापि अस्ति. गुणसामान्यभेदः गुणेषु कुत्रापि नास्ति. तदेव कथम् इत्येव प्रश्नः. गुणः गुणो न गुणः गुणो न इति न भवति खलु, तथा एव. यतोहि रूपादौ रूपमिति एकं गुणं गुणं तत्र स्वात्मकगुणः तादात्म्येन भवति. गुणः गुणे स्वात्मकगुणः तु भवति एव किल, तादात्म्येन भवति. तत्र यत्र हि स्व इत्युक्ते किं स्व रूप रूपादौ स्वस्य गुणः रूपात्मकगुणः तादात्म्येन भवति एव. यत्र हि तादात्म्येन प्रतियोगी न तत्र भेद इति गुणो न इति भेदः गुणान् विहाय सर्वेषु पदार्थेषु वर्तते. एकनिमिषं पुनः. यत्र हि तादात्म्येन प्रतियोगी अस्तु गुणस्य अभावः अस्ति चेत् न तत्र भेद इति गुणो न. अत्र अत्र न तत्र भेद इत्यस्मात् अनन्तरम् इत्यस्मात् इति चिन्तयतु. न तत्र भेदः देर्फोर् इति इति चिन्तयतु. मध्ये किमपि कोमा वा तस्मात् इति स्थापयामश्चेत् वाक्यस्य अर्थं स्पष्टं भवति. अत्र रूपं स्वस्मिन् तादात्म्येन अस्ति खलु. रूपमिति गुणं स्वात्मक तादात्म्येन स्वस्मिन् अस्ति. तस्मात् यत्र हि तादात्म्येन प्रतियोगी अस्ति, स्वस्य प्रतियोगी तस्मिन्नेव अस्ति, न तत्र अन्योन्यभेदः इत्यस्मात् इति गुणोः न इति भेदः गुणान् विहाय सर्वेषु सर्वत्र अस्ति. अस्तु अन्योन्य अभावः गुणस्य अन्योन्य अभावः गुणान् विहाय सर्वेषु पदार्थेषु वर्तते. न तु गुणे अस्ति, न तु गुणे न तु गुणे अस्ति तदेव. ओ अस्तु इति तादात्म्येन गुणः तस्य प्रतियोगी न भवति. तादात्म्येन गुणः गुणे एव अस्ति. किन्तु गुणान् विहाय अभावः सर्वत्र अस्ति, अन्योन्य अभावः. एतस्य महत्त्वम् अग्रे आगच्छति. अस्तु एवं कर्म न इति सामान्यभेदो अपि कर्म विहाय अन्येषु पदार्थेषु वर्तते. तादृशमेव कर्मस्य अन्योन्य अभावः कर्म विहाय अन्येषु पदार्थेषु वर्तते. सामान्यं न इति भेदः सर्वसामान्यानि विहाय अन्यत्र वर्तते. इदानीं सामान्यविषये यदा कर्म गुणस्य विषये तादृशमेव सामान्यस्य विशेषस्य समवायस्य अभावस्यापि स्वस्य विहाय अन्यत्र सर्वत्र अन्योन्य अभावः वर्तते. तेषां लेखनशैली ब्रह्मात्मकः अस्ति, परन्तु विषयः तु पृथिवी न इति अन्योन्यभेदः पृथिवीं विहाय सर्वत्र. किमर्थं पृथिव्यां न इति, यतोहि पृथिवी स्वस्मिन् तादात्म्येन अस्ति खलु. पृथिव्याः अभावस्य प्रतियोगी तादात्म्येन पृथिवी एव, तथा गुणः एव स्वस्य स्वस्य अभावस्य प्रतियोगी तादात्म्येन गुणः एव, तथा सर्वं तद् अस्ति खलु. तदस्ति खलु. अग्रे द्रव्यं न इति भेदस्तु न साध्ये अन्तर्भवति. पृथ्वी खलु प्रकृतपक्षः, स्थापितव्यम्, अतः तत्र जलं न तेजं न इत्यादि भेदाः सन्तु नाम द्रव्यं न इति भेदः न पृथिव्यां साधयितुं शक्यः। अतः पृथ्वीं विहाय अन्यानि अष्टौ द्रव्याणि आदाय तेषाम् अष्टौ भेदाः, गुरादीनां तु षट् सामान्यभेदाः आहत्य चतुर्दशभेदाः लभ्यन्ते। तथा च सङ्ग्रहपङ्क्तौ इतरेभ्यो भिद्यते इति यः साध्यनिर्देशः कृतः सः एतान् चतुर्दशभेदान् बोधयति। अस्तु, द्रव्यं न इति भेदस्तु न साध्यन्तं भवति। द्रव्यं न यथा वयं पूर्वं दृष्टवती गुणः इति अन्योन्यभावः यत् पृथिव्याम् अस्ति तत्र द्रव्यं अस्य अन्योन्यभावः पृथिव्यां न साधयितुं शक्नुमः कारणं कि पृथ्वी एव द्रव्य अस्ति। तत् न अस्माकं प्राकृत उदाहरणं पक्ष पृथ्वी अस्ति, पृथ्वीपक्ष द्रव्यम् अस्ति, तत्र द्रव्यं न भवति इति न वक्तुं शक्नुमः। किन्तु अन्ये ये द्रव्याणि सन्ति यथा जल, तेज, वायु, आकाश, काल, देश, काल, दिक्, आत्मन, मन इति अष्ट अन्यानि द्रव्याणि, तेषाम् इतरभेद पृथिव्यां भवति। तत्र वयं वदामः चलन, चलस्य अन्यूनाभावः पृथ्व्यां भवति, तेजन, तेजस्य अन्यूनाभावः पृथ्व्यां भवति, इत्यादि भेदाः सन्ति नाम द्रव्यं इति भेदेन पृथिव्यां साधयितुं शक्यते। अष्ट अन्यान् द्रव्याणि पृथ्व्यां भवति, किन्तु द्रव्यं न इति न वक्तुं शक्नुमः। अतः पृथ्वी विहाय यदि पृथ्वीपक्ष अस्ति इतरेभ्य यत् विद्यते, यत् इतरेभ्यः समूहः अस्ति, समूहस्य कानि सदस्यानि सन्ति, तेषां वर्णमस्ति अष्टद्रव्याणि, पृथ्वीविहाय अष्टद्रव्याणि, योग अष्ट अष्टभेदा तु अन्यद्रवेश भवति, गुणादीनां तु सामान्यभेदः। यदि वयं दृष्टवन्तः द्रव्यविहाय गुण, कर्म, सामान्य, समवाय, भाव अवशिष्यतिभेदाः पृथिव्यां सन्ति। आहत्य यदि वयं सर्वे योजयामः भवति चतुर्दशभेदा, अष्टद्रव्याणि चतुर्विंशति गुणाः, अपि चत्वारि अभावः, चत्वारः अभावः, एक समवाय एक विशेष एक सामान्यमिति कर्म पञ्चकर्माणि आहत्य चतुर्दश भेदाः इतरेभ्यो विद्यते, इतरेभ्यो समूहम् आगच्छन्ति। सम्यक्, यत्र इतरभेदः पूर्वम् उक्तं साध्यरूपेण, तत् इतरभेदः चतुर्दशभेदान् स्वीकृत्य उक्तं साध्यनिर्देशः। कथं चतुर्दशं रमप्रिया भगिनि? चतुर्दशभेदाः किल, कथं गुणः च क्षम्यतां न चतुर्विंशतिगुणाः लक्ष्मी भगिनि, लक्ष्मी भगिनि वक्तुमिच्छति वा कथं चतुर्दशभेदाः? षट्पदार्थाः अनन्तरं षट्पदार्थेषु तत्र पञ्चकर्माणि अनन्तरं षट् पदार्थाः इति षट् अनन्तरं षट् स्वीकृतं अपि च द्रव्येषु अष्टद्रव्याणि सप्तपदार्थेषु सप्तपद्रव्यम् इति पदार्थः अस्ति खलु तत् न स्वीकृतं यतोहि पृथिवी द्रव्यमस्ति खलु द्रव्यं विहाय षट् पदार्थाः अपि च द्रव्येषु पृथिवीं विहाय अष्ट द्रव्याणि पृथ्वी विहाय आफ् द सेवेन् पदार्थास् द्रव्यं पार्श्वे स्थाप्य षट् पदार्थाः यतोहि पृथिवी द्रव्यमस्ति द्रव्येषु अष्टद्रव्याणि पार्श्वे पृथिवी पार्श्वे स्थाप्य अष्टद्रव्याणि स्वीकृतानि मिलित्वा चतुर्देशे भेदः इत्युक्ते पृथिवीं विहाय यः गणः अस्ति तत्र चतुर्दश आब्जेक्ट्स् भेदाः सन्ति विषयाः सन्ति इति खलु इति मुख्यविषयः चतुर्दशभेदाः इति मुख्यविषयः अग्रे कस्य क्रमः रामप्रिया भगिनी एव क्षम्यता क्षम्यता लक्ष्मी भगिनी अस्तु पर्वतो वह्निमान् इत्यादौ वह्नित्वेन वह्निरेव साध्यते इह तु इतरेभ्यो भिद्यते इत्यत्र इतरपदेन अष्टौ द्रव्याणि गुणादयः षट् पदार्थाः च बोध्यन्ते भिद्यते इति पदेन भिद्यते इति पदेन बोधिते भेदे चतुर्दशानां पदार्थानां प्रत्येकम् अन्वयः इति चतुर्दशभेदाः साध्यम् इति अर्थो लभ्यते यद्यपि गुणो न कर्म न इति एकैकः भेदः गुणं विहाय सर्वत्र कर्म विहाय सर्वत्र भवेत् तथापि चतुर्दशानां भेदानां समुदायस्तु पृथ्व्याम् एव इति न क्लेशः अस्तु अत्र पर्वतो वह्निमान् इत्यादौ वह्नित्वेन वह्निरेव साध्यते पर्वतो वह्निमान् इति वाक्ये वह्नि एव साध्यं वह्नित्वेन पर्वते वह्निः अस्ति इति पर्वतः वह्निमान् वह्नित्वेन वह्निः एव साध्यते इह तु इतरेभ्योः भिद्यते अस्तु तत्र वह्नि इति कथनेन केवलं वह्नि एव साध्यते अत्र अस्मिन् सन्दर्भे इह इतरेभ्यो भिद्यते पृथिवीः इतरेभ्यो भिद्यते इति तत्र इतरपदेन अष्टद्रव्याणि षट् पदार्थाः बोध्यन्ते इति तत्र मुख्यविषयः इतरपदं चतुर्दश पदार्थः इत्युक्ते चतुर्दश अन्य किमपि चतुर्दशपदार्थः अत्र पदार्थस्य स्पेसिफिक् मीनिङ्ग् अस्ति खलु सप्तपदार्थाः तत्र षट् पदार्थाः अष्टद्रव्याणि बोध्यते विद्यते इति पदेन बोधिते भेदे चतुर्दशानां पदार्थानां प्रत्येकम् अन्वयः इति चतुर्दशभेदाः साध्यम् इति अर्थः लभ्यते अस्तु पृथिवी इतरेभ्यो भिद्यते तत्र इतर इति पदेन षट्पदार्थाः अष्टद्रव्याणि इति बोधयति इतरपदम् अनन्तरं भिद्यते इति पदं चतुर्दशानां पदार्थानां प्रत्येकम् अन्वयः इति चतुर्दशभेदाः इत्युक्ते तत्र चतुर्दशानां पदार्थानां प्रत्येकं पदेन अन्वयं भवति इत्युक्ते पृथिवी गुणो न कर्म न जलं न ओ अस्तु अस्तु आं गुणो न कर्म गुणो तादृशं वयं वदामः तत् पृथिवी गुणो न कर्म न जलं न इति. अस्तु, यद्यपि गुणो न कर्म न इति एकैकः भेदः गुणं विहाय सर्वत्र कर्म विहाय सर्वत्र भवेत् तथापि चतुर्दशानां भेदानां समुदायस्तु पृथिव्यामेव इति न क्लेशः. अस्तु, ओ यद्यपि अस्तु पृथ्वी गुणः न कर्म न इति एकैकं भेदम् एकैकः भेदः एकः भेदः भवेत्. अस्तु, किन्तु एकनिमिषं, कर्मविहाय सर्वत्र भवेत्. ओ अन्यत्रापि गुणः न कर्मः न इति तादृशभेदाः सर्वत्र अन्यत्रापि भवितुमर्हति, किन्तु पृथिव्यां पृथिवी गुणः न पृथिवी कर्म न पृथिवी इत्यादि चतुर्दशभेदाः पृथिव्याम् अस्ति एव. चतुर्दशभेदानां समुदायः पृथिव्याम् अस्ति एव. यथा जलमपि जलं कर्म न इत्यपि सत्यते खलु. गुणः वह्निः न गुणः अग्निः न इत्यपि भेदः अस्ति, किन्तु यद्यपि तथा भेदः अस्ति अत्र चतुर्दशानां भेदानां समुदायः सङ्घः समूहः इति पृथिव्याम् एव अस्ति इति मुख्यविषयः. न केवलं पृथिवी गुणो न पृथिवी जलं न पृथिवी किं सामान्यन इति, किन्तु पृथिवी चतुर्दशपदार्थानां न पदार्थः न इति एकः समुदायः अस्ति खलु, कलेक्षन् सङ्ग्रहः अस्ति. चतुर्दशभेदानां एकः समुदायः अस्ति, सः इतरभेदः पृथिव्याम् इत्युक्ते पृथिवी इस् नाट् अस्मिन् समूहे यः किमपि अस्ति तत्सर्वं पृथिवी न, विशिष्टसमूहः विशिष्टसमुदायः स्पेसिफिक् कलेक्षन् अत्र अस्ति. पृथिवी न अग्रे आगच्छति, किन्तु अग्रिमपरिच्छेदे एतस्य मूल्यं भवति. तदा अहं किञ्चित् स्पष्टीकरोमि. चतुर्दशानां भेदानां समुदायः पृथिव्याम् इति यूनिक् युनिक्नेस् अस्ति, विशिष्ट अस्ति, विशिष्टः विशिष्टसमुदायः, न किमपि समुदायः. यस्मिन् समुदाये स्पेसिफिक् चतुर्दशपदानां तत्र किम् अन्तर्भूतः उद्भूतः तादृशसमुदायः भेदानां समुदायः पृथिव्याम् अस्तु वा? आं महोदय. अग्रे इदानीं रमप्रिया भगिनी खलु. आं भगिनि, आं महोदय. इह पृथ्वीरूपे पक्षे सन्ति चतुर्दशभेदाः न तथा जले, यत्र तत्र इतरेषु त्रयोदशसु भेदेषु सत्सु अपि जलभेदो नास्ति एवम् आत्मनि अपि. तत्र जलादिभेदेषु सत्सु अपि आत्मभेदो नास्ति, गुणोऽपि तथा भवेयुः तत्र अन्ये भेदाः. न तत्र गुणभेदो अस्ति, न हि गुणः, न गुणः इति सम्भवति. परमार्थस्तु जलादिपदार्थेषु चतुर्दशसु इतरेषां भेदानां सत्त्वे अपि स्वभेदः न भवितुमर्हति इति न क्वापि चतुर्दशभेदाः. पृथिव्यां तु जलादिसकलपदार्थानां भेदसत्त्वे न किञ्चित् बाधकम्. अस्तु, इदानीं वयं यदा साधितवन्तः पृथ्वीरूपपक्षे चतुर्दशभेदाः सन्ति तादृशं न तथा जले, इत्युक्ते यथा पृथिव्यां चतुर्दशभेदाः सन्ति तादृशं जले नास्ति, तादृशमेव किल न तथा जले. किमर्थम् इत्युक्ते यूनीक् विशिष्टसमुदायः इति यदा भवान् उक्तवान् तत्र इतरेषु तत्र इतरेषु त्रयोदशसु भेदेषु सत्सु अपि जलभेदो नास्ति. अस्तु, इतरेषु त्रयोदशसु इत्युक्ते चतुर्दशभेदाः पृथिव्याम्, इतरेषु त्रयोदशसु इत्युक्ते जलं विहाय भेदेषु सत्सु अपि जलभेदो नास्ति एवम् आत्मनि अपि. विशिष्टसमुदायः अत्र एव चतुर्दशभेदाः सन्ति. तत् जले तादृशं नास्ति, आत्मनि अपि तादृशविशिष्ट भेदाः नास्ति. आत्मनि कहो भेदः नास्ति आत्मनि एवम् आत्मनि अपि यथा जले जलभेदः नास्ति तथा आत्मनि आत्मभेदः नास्ति. शुद्धं तथा एव अस्ति. अत्र वर्गे पृथ्वीभेदः आगच्छति तत् न भवति. तदेव मम अपि चिन्तनम्. इत्येव वर्गे चिन्तनमस्ति दीर्घाच. तथा तु मया उक्तं विशिष्टसमुदायः स्वीकृतः. तेषु तेषु चतुर्दशसु जले जलभेदो नास्ति. आत्मनि आत्मभेदः नास्ति. गुणे गुणभेदो गुणभेदः नास्ति. केवलं तत्र विशिष्टसमूहः चतुर्दशभेदाः. जले पृथ्वीभेदः अस्तु नाम तथा तत् न इदानीं मुख्यविषयः. पृथिव्यां यः समुदायः अस्ति विशिष्टसमुदायः कलेक्षन् आफ़् स्पेसिफिक् आब्सेन्सेस् तेषु एकः जले नास्ति. कः सः? जलभेदः. चतुर्दशसु भेदेषु आत्मनि एकः भेदः नास्ति. कः? आत्मभेदः. आत्मभेदः तद् पृथिव्याम् अस्ति. चतुर्दशभेदाः सन्ति किन्तु जले एकः एकभेदः नास्ति. एतस्मात् समूहात् विशिष्टसमूहात् इति मुख्यविषयः. महोदय अत्र समीचीनमेव किन्तु एतत् विचारम् आगतं पृथ्वी जलं न इति भेदः इति भेदः पृथ्व्याम् अस्ति. जले जलं पृथ्वी न इति भेदः अस्ति खलु. तयोः मध्ये समानौ नास्ति इत्येव खलु इत्युक्ते अत्र जलं पृथ्वी न इति अन्योन्यभावः सत्यं. तत् तच्चिन्तनं सत्यम्. अत्र पक्षः पृथिवी इति स्वीकृतः. पृथिव्यां विशिष्टसमूहः चतुर्दशभेदः इति स्पष्टतया साधितं. षट् पदार्थाः अष्टद्रव्याणि इति विशिष्टसमूहः. तेषु जले एकः न्यूनमस्ति. एकं न्यूनं किं? जलभेदो नास्ति जले. अपि च तथा एव गुणे आत्मनि तथा विशिष्टसमूहः पृथिव्याम् अस्ति तथा तत् अवश्यं चिन्तनीयम्. यथा वर्गे उक्तं यथा एका क्रीडा अस्ति फुट्बाल् किमपि आरम्भे नियमाः सन्ति खलु तर्हि मध्ये नूतननियमः न आनेतव्यः. आरम्भे अस्य तर्कस्य आरम्भे पृथिव्यां चतुर्दशभेदाः इति विशिष्टसमूहः उक्तः. तस्मिन्नेव तर्के जले एकं न्यूनमस्ति. एतस्मात् चतुर्दशभेदसमूहात् एकं न्यूनम्. तथा एव गुणे तथा एव आत्मनि इति मुख्यविषयः. तदपि सत्यं खलु. यत् उक्तं तत्तु सत्यमेव. तत् समूहात् एकः जले नास्ति इति तु सत्यं. जले पृथिवीभेदः अस्ति इति भिन्नविषयः, तदपि सत्यं. किन्तु अस्मिन् तर्के यदुक्तं तत् सत्यमेव. अत्र विशिष्टसमूहः इति मनसि भवेत्. इत्युक्ते एतादृशसमूहभेदः केवलं पृथिव्याम् अस्ति, पृथिवीं विहाय न कुत्रापि एषः विशिष्टसमुदायः पृथिवीं विहाय न कुत्रापि अस्ति खलु इति साधयितुम् इच्छन्ति. अत्र लाजिकल् एव अस्ति, दोषः नास्ति किमपि. इत्युक्ते किं दीर्घ किं सामान्यचिन्तने अथवा वस्तुतः सत्यं जलादिपदार्थेषु चतुर्दश तु अस्ति खलु. यथा यथा भवत्याः प्रश्नः अस्ति तथापि अस्तु अत्र हा जलादिप चतुर्दश चतुर्दशसु इतरेषां भेदानां सत्त्वे अपि स्वभेदः नास्ति, जलभेदः नास्ति जले. साधु इदानीम् अवगतं, धन्यवादः महोदय, वर्गे अहं न अवगतवती इति साधयितुं. किन्तु सम्यगेव अस्ति चिन्तनं तेषां. विशिष्टसमूहभेदः इति मुख्यविषयः, न तु केवलं चतुर्दशभेदाः, तच्च कलेक्षन् आफ् भेदाः, स्पेसिफिक् कलेक्षन् पृथिव्याम् अस्ति. तादृशविशिष्टसमूहः न कुत्रापि लभ्यते. खलु द्वितीयपदार्थ परिच्छेदस्य सारांशः. अन्य किं वक्तव्यं वा? अन्तिमवाक्यं पठतु कृपया. पृथिव्यां तु जलादिसकलपदार्थानां भेदसत्त्वे न किञ्चित् बाधकम्. यदा पृथिव्यां जलादिसकलपदार्थानाम् अन्यपदार्थानां भेद अन्योन्य अभावस्य सत्त्वे किमपि बाधकं न भवति. इदानीं परिच्छेदद्वयम् अग्रे अस्ति, भवत्याः समयः अस्ति चेत् पठामः, नो चेत् अग्रिमे सप्ताहे. अग्रे सरलमस्ति, अधिकं किमपि नास्ति. अस्मिन् परिच्छेदे मुख्यविषयः अस्ति, क्लेशः आसीत्, इदानीं स्पष्टः अस्ति खलु. अग्रिमसप्ताहे पठामः महोदय, अद्य किं पठितं तदेव किञ्चित् चिन्तनं कुर्मः. अग्रे सरलमेव अस्ति, अग्रिमे सप्ताहे केचप् कर्तुं शक्नुमः. रश्मि भगिनी बुद्धं खलु? आमां बुद्धम्. आम् मुख्यविषयः अस्ति स्पेसिफिक् विशिष्टचतुर्दशभेदानां समुदायः इति. पृथिवी इतरभेदः इत्युक्ते न केवलं किमपि भेदः, विशिष्टचतुर्दश समूहभेदः पृथिव्याम्. इतरभेदः इत्युक्ते एषः समूहः भेदः. अनेन अग्रिमे साध्यते किं गन्धवत्वम् इत्यादि अग्रे साध्यते. अस्तु सगयामः. धन्यवादः. धन्यवादः. शुभरात्रिः.